इदानीम् अस्माकं अदन्त अङ्गानां तत्र भ्वादिगण जिवादिगण तुदादिगण चुरादिगण इति विषये अस्माकं लट् लोट् लङ् विधिलिङ्ग् इति लकारेषु रूपं रूपाणि कथं भवन्ति इति अस्माभिः पठितम्। इदानीं नूतनपाठन पाठः यत् अस्ति अग्रे तदस्ति अनदन्त अङ्ग यदा अस्ति, नाम यदा विकरणप्रत्ययस्य योजनान्तरं यदा अङ्गम् अनदन्तम् अस्ति, उदाहरणमस्ति अदादिगण, नो चेत् जुहोत्यादिगण, स्वादिगण, तनादिगण, क्रयादिगण, रुधादिगण इति सर्वं तत्र कार्यं भिन्नं भवति। तत्र सिद्धतिङ्गप्रत्ययाः अपि भिन्नाः सन्ति, यतोहि तत्र अङ्गम् अनदन्तमस्ति। अतः तत्र गमनात् पूर्वम् एकवारम् अद्य भ्वादिगण दिवादिगण तुदादिगण चुरादिगण इति विषयाणां पुनस्मरणं कुर्यामः, पुनस्मरणं कुर्मः, यतोहि तत्र न पठितवती महोदय, न रिविशन् कृतवती, न कृशन् रिविशन् न कृतवती अहम्। अतः अहं करोमि तत्र सूत्राणि यानि यानि सन्ति तानि तानि अग्रे अपि भवन्ति, अतः एकवारं पुनस्मरणं कुर्मः। तत्र तत्पश्चात् एकः तत्र प्रश्नः आसीत् गतरविवासरे, तत्र चुरादिगण इति विषये मितां ह्रस्वः एकः एकं सूत्रमासीत् मितां ह्रस्वः एकं सूत्रमासीत् तत्र एकः प्रश्नः आसीत् यत् मितां ह्रस्वः अथवा अत उपधाया, अत्र बहु ध्वनिः अस्ति महोदय, ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु सर्वे। तत्र अत उपधाया मितां ह्रस्वः इति तत्र कं किं भवति, अपवादः भवति अथवा किं भवति? तर्हि मया तत् गतरविवासरे उक्तं यत् तत्र अपवादः अस्ति मितां ह्रस्वः इति सूत्रस्य, परन्तु मया पुनः चिन्तितं तत्र अपवादः अस्ति इति तु अहं न मन्ये। किमर्थं चेत् पश्यतु, मितां ह्रस्वः इति यदि मितां ह्रस्वः यत्र यत्र कुत्र भवति तत्र तत्र यदि अत उपधायाः आगत्य कार्यं करोति तदा यदि अत मितां ह्रस्वः यदि निरवकाशः भवति तर्हि अपवादः भवति खलु, परन्तु तथा नास्ति। उदाहरणमस्ति यत् मितां इति मित इति उपगणे अन्तर्गणे एकं एकः धातुः अस्ति, तद्धातुः अस्ति चीय खलु, चीय, अधुना चीयमध्ये तु अत उपधाया इति कार्यं कार्यक्षेत्रम् अस्ति एव नास्ति खलु, यतोहि चीयमध्ये उपधायां ह्रस्व अकारः एव नास्ति। अतः वस्तुतः तत्र अत उपधाया मितां ह्रस्वः इति तेषां अन्यत्र तयोः अन्यत्र लब्धावकाशः अपि अस्ति। उदाहरणमस्ति यथा मया दत्तं चिय इति धातुमध्ये मितां ह्रस्वः इति सूत्रस्य अवकाशः अस्ति, परन्तु अत उपधाया इति सूत्रस्य अवकाशः नास्ति। तथैव अन्यत्र बहूनि बहवः धातवः सन्ति यत्र अत उपधायाः अवकाशः अस्ति परन्तु मितां ह्रस्व इति तस्य अवकाशः नास्ति। अतः तत्र वस्तुतः तुल्यबलविरोधः अस्ति, विप्रतिषेधम् अस्ति, अपवादः नास्ति अत्र। अतः पूर्वपरयोः इति पूर्वपरयोः इति वाचिकेण तत्र परसूत्रस्य कार्यं भवति। अत्र अत उपधाया मितां ह्रस्वः इति सूत्रे वस्तुतः अत्र अत उपधाया इति परसूत्रमस्ति, अतः तस्य कार्यं प्रथमं भवति अत उपधायाः। अतः करपत्रे लिखितमस्ति खलु अत उपधाया प्रथमं तु अत उपधाया आगत्य दीर्घत्वं करोति, तदनन्तरं मितां ह्रस्वः आगत्य ह्रस्वत्वं करोति। तर्हि तत्तु वस्तुतः सत्यमस्ति, यतोहि तत् मितां ह्रस्वः तत्र अपवादः नास्ति। परन्तु किमस्ति यत् तथा वस्तुतः अत्र बहु क्लेशः नास्ति, यतोहि अत्र उभयोः सूत्रयोः कार्यं भवितुं शक्नोति. प्रथमम् अतोपधाया कार्यं करोति, तदनन्तरं मितां ह्रस्वः कार्यं कृत्वा ह्रस्वः भवति. तर्हि फलितरूपेण किं भवति, यत् मित इति अन्तर्गणे ये ये धातवः सन्ति तेषां किमपि करोतु अन्ते ह्रस्वः एव भवेत्, ह्रस्वः एव भवेत् उपधायाम् इति फलित अर्थः अस्ति. तर्हि मितां मध्ये ये धातवः सन्ति न्यप चिय किमपि अस्ति, तत्र अन्ते ह्रस्वः करणीयम् इति फलित अर्थः अस्ति. तत्र अन्य किमपि बहु चिन्तनं नास्ति. परन्तु हा अत्र अपवादः अपि नास्ति, अपवादः नास्ति, अतः परसूत्रस्य बलेन अत उपधाय प्रथमं कार्यं करोति, तदनन्तरं मितां ह्रस्वः आगत्य पुनः ह्रस्वं करोति इति वार्ता अस्ति. अस्तु, तर्हि एतत्तु एकः प्रश्नः अस्ति. तर्हि अत्र इदानीं चुरादिगण इति विषये समाप्तमस्ति. अधुना किं कुर्मः, एकवारं भवादिगण तुरादिगण दिवादिगण चुरादिगण इति मुख्यसूत्राणि ये सन्ति ते एकवारं पुनः पश्यामः. तर्हि एकवारं कृपया ये करपत्राणि सन्ति भवादिगण दिवादिगण तुरादिगण चुरादिगण इति सर्वाणि करपत्राणि एकवारम् उद्घाटयन्तु. भवादिगण दिवादिगण तुरादिगण तुरादिगण तुरादिगण चुरादिगण चुरादिगणेषु धातव इति षड् करपत्राणि सन्ति, तानि कृपया उद्घाटयन्तु. तत्र एकवारं पुनः स्मरणं कुर्मः. अस्तु, सर्वे उद्घाटयन्ति वा? किं महोदय? सर्वाणि करपत्राणि उद्घाटयन्तु. भवादिगण दिवादिगण तुरादिगण चुरादिगण द्वादिगण चुरादिगण. आम् महोदय. आम् महोदय, प्राप्तम्. तर्हि अत्र एकैक कृत्वा पठामः, अत्र सम्पूर्णदृष्टिः किमस्ति पठामः. तर्हि अस्तु, मीना महोदय भवती एव आरम्भं करोतु. अत्र कुत्र महोदय? एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्. अहं पृच्छामि, भवती वदतु. अस्तु, तर्हि भवादि प्रत्येकगणस्य प्रथमं तु प्रत्येकगणस्य विकरणप्रत्ययाः के सन्ति वदतु. प्रत्येकगणस्य भवादिगणे शप् प्रत्ययः अदादि न केवलं चतुर्गणानां दिवादिगणस्य तुदादिगणस्य जुरादिगणस्य विकरणप्रत्ययः के के सन्ति, तेषु इत् स्वराः इत् संज्ञकः वर्णः के के सन्ति वदतु. भुवादिगणे शप् अका शप् पकारं हलन्त्यम् इति लोपः शप् तत्ते शकारलोपः अ एव अवशिष्यते भुवादिगणे. तदनन्तरं किं किं गणं महोदय? दिवादिगण दिवादिगणे श्यन् एव वा? शन् शन् शकारं लशकृत नकारलोपः उपदेश अनुनासिके इत्यस्य कारणेन चकार श्यन् इति दिवादिगणे श्यन् नकारः लोपः उपदेश अनुनासिक इत्यस्य कारणेन हलन्त्यं हलन्त्यम् इति कारणेन शकारः लोप लशक् तदिते सूत्रेण या एव अवशिष्यते. तदनन्तरं किं गणः महोदय? एका विनतिः अस्ति, कृपया क्रमेण गच्छतु. किमपि नोट्स् लेखनीयं चेत् सुलभं भवति. भुवादिगणे प्रथमं कुर्मः, अनन्तरं दिवादि. तथा न करणीयं, तत्र बहु समयः तत्र आवश्यकता अस्ति, तत्र भवती एव पठतु करपत्रम्। अद्य केवलं समग्रदृष्टिः किम् अस्ति, कामन् एलिमेण्ट्स् के के सन्ति इति वयं पश्यामः, तत्र अन्य भव किमपि अस्ति चेत् करपत्रं ध्वनिमुद्रणं पठित्वा प्रश्नः पृच्छतु। तदनन्तरं तुदादिगणे शः इति इति समीकरणप्रत्ययः एव अवशिष्यते। चुरादिगणे निच् निच् प्रत्ययः भवति प्रथमं, तदनन्तरं शप् प्रत्ययः भवति। निच् प्रत्ययः केन सूत्रेण भवति? निच् प्रत्ययः केन सूत्रेण? अहं सूत्रं विस्मृतवती महोदय। सूत्रस्य आवश्यकता नास्ति, सत्यापपाशवीणतूल् इति चुरादि दीर्घसूत्रं चुरादिभ्यो निच् प्रत्ययः प्रथमं भवति, तदनन्तरं शप् इति तु प्रथमं कार्यमस्ति। यदा कोऽपि धातुः आगच्छति तत्र विकरणप्रत्ययः आगच्छति, तदनन्तरमेव अग्रे कार्यं गच्छति। अस्तु तर्हि इदानीं किमस्ति? अस्तु तर्हि इदानीं द्वादिगणे शप् प्रत्ययः आगच्छति। तर्हि शप् प्रत्ययस्य आगमनेन विधि महोदय, शप् प्रत्ययस्य आगमनेन सामान्यकार्यं किमस्ति? सामान्यतया किं भवति शप् प्रत्ययः आगच्छति तदा? गुणकार्यं केन सूत्रेण? सार्वधातुको अर्थधातुकोः इति अन्यसूत्रं पुगन्धलघुपदस्य इति सूत्रेण सत्यम् उपधायां विषये तर्हि शप् अस्ति सामान्यतया यत्र कुत्रापि गुणं भवितुं शक्नोति, गुणः भवति केन सूत्रेण? तर्हि सार्वधातुकार्धातुकयोः पुगन्तलघुपदश्च। तर्हि महोदय इति इदं कार्यं द्विवादिगणे द्वादिगणे भवति वा? द्वादिगणे भवति, द्विवादिगणे न भवति। किमर्थं न भवति? द्विवादिगणे मित् नास्ति, अमित् अपित् अस्ति। अपित् इति कारणेन किञ्चित् इति सूत्रेण ङित् कित् प्रत्यय प्रत्ययवत् गुणरहितं भवति। सार्वधातुकम् अपि सूत्रेण अपित् अस्ति, अतः नित्वद् भवति। नितीचर् इति सूत्रेण गुणनिषेधः भवति। तर्हि द्विवादिगणे सुदादिगणे गुणकार्यं वृद्धिकार्यं न भवति इति। तदनन्तरं चुरादिगणे महोदय णिच् प्रत्यय धातुः अस्ति, धातुः अपि च णिच् प्रत्ययस्य योजनेन यत् भवति तत्र प्रथमतया णिच् प्रत्ययस्य कार्यं भवति, तदनन्तरं सप् प्रत्यय योजनं। णिच् प्रत्ययस्य योजनेन कानि कार्याणि भवन्ति सामान्यतया? सामान्यता अथो उपधायां अथो लोपः प्रथमं किम् अथो उपधाया अथो लोपः तदनन्तरं अथो लोपः अथो निनिच इति अचोण्णिति सत्यम् इति सूत्रेण आम् तर्हि अचोण्णिति अथ उपधाया अतो लोपः इति सूत्रेण निच् प्रत्ययस्य योजनेन तत्र कानिचन कार्याणि भवन्ति। तर्हि अचोण्णिति किं करोति महोदय? अचोण्णिति इति किं करोति? आचोनिति इति सूत्रेण दीर्घः भवति वा? अकारस्य दीर्घः भवति भवान् वदतु कोऽपि जानाति वा अचोर्णिति वा अचोर्णिति वृद्धि बनो तत्र वृद्धि भवति अन्त्यवर्णस्य अन्त्यवर्णस्य अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति सत्यं निति निति प्रत्यये परे अस्ति चेत् प्रत्यये परे अस्ति चेत् अजन्त अङ्गस्य तत्र वृद्धिः भवति भगिनी मम समीपे पत्रमस्ति करपत्रमस्ति अतः एव करपत्रं करपत्रं दृष्ट्वा वदतु चिन्ता नास्ति क्षम्यतां तत्र केवलं मेमरित्वा तत्र स्मरणेन वदनीयम् इति नास्ति करपत्रेण वदतु तत्र अचोण्णिति अस्ति अस्तु तदनन्तरम् अत उपधाय किं करोति विधि महोदय अथ उपधाय उपधाय वर्णः ह्रस्व अकारः दीर्घं भवति वृद्धि भवति वृद्धि भवति दीर्घं भवति वृद्धि भवति पट् इति धातु अस्ति चेत् पाट्रि इति भवति मम अग्रे अपि अग्रे अपि करपत्रमस्ति भगिनि अत उपधाय इति सूत्रेण वृद्धि भवति उपधाय अकारस्य ह्रस्वकारस्य दीर्घः भवति तर्हि एकमस्ति तर्हि एकमस्ति अचोण्णिति एकमस्ति अत उपधाय महोदय अत्र णिच् प्रत्ययस्य योजनेन पुगन्तलघुपदस्य च इति सूत्रेण अपि कार्यं भवितुं शक्नोति वा पुगन्तलघुपदस्य णिच् प्रत्यययोजनेन न महोदय किमर्थं न यदि धातोः उपधायां ह्रस्व इकारः ह्रस्व उकारः अस्ति तर्हि पुगन्तलघुपदस्य च कार्यं न भवति वा पुगन्तलघुपदस्य पुगन्तलघुपदस्य इति सूत्रस्य निमित्तानि कानि कानि सप्रत्यये सारुधातुक अर्थधातुक महोदय उपधाय लघुपद इक् वर्णः अस्ति चेत् गुणकार्यं भवति तर्हि णिच् इति प्रत्यय आर्धातुक अस्ति खलु आम् णित् अस्ति वा नास्ति एव अतः पुगन्तलघुपदस्य च इति सूत्रेण गुणं भवितुं शक्नोति गुणकार्यं कार्यस्य अर्हति वा महोदय अर्हति किमर्थं न अर्हति तर्हि तत्र पुगन्तलघुपदस्य च अत उपधाय अचोण्णिति इति सूत्रेण कार्यं भवितुं शक्नोति एतानि सामान्यकार्याणि सन्ति इदानीं तदनन्तरं प्रत्येकधातुगणे अस्माभिः पठितं यत् केचन केचन कार्याणि सन्ति यानि यानि विशेषकार्याणि सन्ति तत् वयम् इदानीम् एकवारं पश्यामः तर्हि तत्र भवादिगण इति करपत्रे गच्छतु भवादिगणे अत्र तर्हि इदानीं मातुः शैली अस्ति यत् धातोः अन्तिमवर्णः अन्तिमस्वरः अथवा धातोः उपधाभूतवर्णेन स्वरेण तत्र वर्गीकरणं भवति तर्हि इगन्तधातु अजन्त बहु ध्वनिः भवति महोदय ध्वनिः अधिकमस्ति म्यूट् कुर्वन्तु इगन्तधातुः तदनन्तरम् अदन्तधातुः तदनन्तरम् अस्ति रिदन्तधातुः रीदन्तधातुः इति सर्वम् अस्ति इदानीम् अस्ति नो चेत् अस्ति अदुपध इदुपध ऋदुपध इति सर्वाणि इति वर्गीकरणं भवति तर्हि भवादिगणे इति इगन्तधातुः अस्ति नाम इकार उकार अन्तधातुः अस्ति चेत् गुणकार्यं भवति इति वयं जानीमः। ऋदन्त अपि अस्ति चेत् ऋकारान्त अस्ति चेदपि गुणकार्यं भवति इति वयं जानीमः। लघु लघु लघु इगुपद्धातुः अस्ति चेत् अपि उगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति इति वयमपि जानीमः। इति सर्वं सामान्यकार्यम् अस्तु। तदनन्तरं प्रथमविषयधातुः अस्ति गम् धातु, गम् यम् धातु। तर्हि विजया महोदय, भवादिगणे गम् अथवा यम् धातु अस्ति चेत् किं कार्यं भवति? तत्र गम् गतौ इति गमनार्थे तत्र धातु अस्ति चेत् तत्र गम् योगः शप् तत्र युषुगमीयमां च इत्यनेन मकारस्य स्थाने चकारः आगच्छति, अतः गच्छ इति। अनन्तरं शप् मध्ये वयं स्वीकुर्मः अकारः एव, अतः गच्छ इति आगच्छति। चे च इति सूत्रेण चकारे परे संहितायां विषये ह्रस्वस्वरस्य तुक् आगमः भवति, अतः तत्र इत्यनेन गकार उत्तरवर्ति अकारस्य अनन्तरं गच्छ इति गच्छ इति मध्ये तकारः आगच्छति, अनन्तरमेव अकारः। सोगोश्चुनाश्चुः इति सूत्रेण सकारस्य स्थाने तावर्गस्य स्थाने शकार च वर्गस्य स्थाने आदेशः भवति, अतः शकारस्य च वर्गस्य योजनेन गच्छ योगः अकारः गच्छ इति तत्र अङ्गं निष्पन्नं। सत्यं। तर्हि अत्र इषु गमयमांशः इति सूत्रमस्ति, तत् सूत्रस्य कार्यम् इश् गम् यम् इति धातूनां कृते भवति। तत्र इश् धातुः तुदादिगणे अस्ति, गम् यम् धातुः भवादिगणे अस्ति। तर्हि इषु गमयमां छः इति सूत्रं किं वदति? यत् इश् गम् यम् धातूनां छकार आदेशः भवति। कुत्र भवति? तर्हि अलोन्त्यस्य इति सूत्रेण अन्तिमस्वर अन्तिमवर्णस्य भवति। तर्हि इश् मध्ये शकारस्य स्थाने छकार, गम् मध्ये मकारस्य स्थाने छकार, यम् मध्ये मकारस्य स्थाने छकार इति भवति। तर्हि इच् गच् यच्। तदनन्तरं छेच इति सूत्रमस्ति, छेच इति सूत्रं किं वदति? छकारे परे अस्ति चेत् ह्रस्वस्वरस्य तुक् आगमो भवति। तर्हि वदतु वदतु। ह्रस्वस्वरः अस्ति, तदनन्तरं यदि छकारः अस्ति तर्हि ह्रस्वस्वरस्य तुक् आगमः भवति। अतः ग छ तत्र भवति, ग त छ, य त छ, इ त छ। तदनन्तरं स्तोश्चुनाश्चुः इति सूत्रेण तकारस्य चत्वं भवति। तर्हि इच्छ गच्छ यच्छ इति नूतनधातुः भवति। तदनन्तरं रूपं भवति इच्छति गच्छति यच्छति इति। तर्हि अत्र मूलसूत्रमस्ति इषु गमयमां छ इति। अस्तु, इति एकमस्ति। तदनन्तरं प्रश्नः अस्ति यत् इषु गमयमां छः इति सूत्रस्य निमित्तानि कानि, कोऽपि जानाति वा? क्षिति परे। किं प्रत्यये परे? क्षिति परे। तर्हि क्षित् प्रत्यये परे अस्ति चेदेव इषु गमयमां छः इति कार्यं करोति। अतः अत्र लट् लोट् लङ् विधिलिङ्ग् मध्ये तस्य कार्यं दृश्यति, परन्तु लृट् लकारे यत्र अशित् नास्ति, अशित् प्रत्ययः अस्ति, तत्र कार्यं न दृश्यति। अतः गच्छति भवति परन्तु गमिष्यति, यच्छति भवति परन्तु यमिष्यति, इच्छति भवति परन्तु एषिष्यति। तर्हि तत्र तस्य निमित्तं शित् अस्ति चेदेव कार्यं भवति, नाम यत्र विकरणप्रत्ययः आगच्छति तत्र एव कार्यं भवितुं शक्नोति इषु गमयमां। अस्तु, इति एकमस्ति। तदनन्तरम् अन्य अस्ति धात्वादेशसूत्राणि। तत्र धातुः अस्ति, तस्य स्थाने साक्षात् किमपि अन्य आगच्छति इति एक इति धातु आदेशः तत्र उच्यते। तत्र धातुः अस्ति, तस्य स्थाने साक्षात् किमपि अन्यम् आगच्छति। तर्हि तस्य कृते एक दीर्घसूत्रमस्ति, कोऽपि स्मरति वा? पाग्राद्मास्ताम्नाः दान्। तर्हि ता ना दान दृशि अर्ति सर्ति सद सदाम पिब जिघ्रम धम तिष्ठ मन यच्छ पश्य रिक्षतौषीय इति। तर्हि बहु सरलं सूत्रमस्ति, तत्र साक्षात् लिखितमस्ति पा स्थाने पिब, घ्रा स्थाने जिघ्र, धा स्थाने धम, स्था स्थाने तिष्ठ इति। तर्हि एतेषु कोऽपि धातुः आगच्छति चेत् तस्य स्थाने पूर्ण आदेशः भवति, धात्वादेशः भवति इति। तर्हि एतै एकं सूत्रमस्ति। तर्हि पा स्थाने पिब भवति। तर्हि सुमन् महोदय, मम एकः प्रश्नः अस्ति, पा स्थाने पा योगः शप् इति क्रमः कथं भवति वदतु। सुमन् महोदय अस्ति वा? आं महोदय, इदानीं श्रूयते? आम्, तत्र पा स्थाने पिब एतेन सूत्रेण एव पाघ्रा तत्र पा स्थाने पिब आदेशः भवति। अनन्तरं पिब योग शप् भवति, पिब योग शप् तत्र अतोगुणकार्यं करोति। तत्र पिब पदान्तस्य अन्तिम अवर्ण शप्रत्ययस्य अवर्ण तयोः स्थाने एकः गुणः वर्णः इत्युक्ते अत्र अकार एव आदेशः भवति। इदानीम् अङ्गमपि अस्ति पिब, पिब योग ति पिबति भवति। तर्हि पिबति इति भवति। तर्हि अथो गुणे इति सूत्रमस्ति, अत्र अपदान्त अस्ति पिब, अपदान्त अकारस्य अनन्तरं यदि गुणवर्णः अस्ति तर्हि पूर्वपरयोः स्थाने एकपररूपम् इति भवति, तर्हि पिबति इति भवति। अस्तु, तर्हि अत्र महोदय पिबति मध्ये तत्र गुणं किमपि न भव किमर्थं न भवति अकारस्य? तत्र अन्ते तु अकार अस्ति, अकारस्य गुण अकार एव। उपधां किमपि नास्ति खलु? सत्यं, तर्हि उपधा मध्ये इकारः नास्ति एव, अतः तत्र गुणं किमपि न भवति, पिबति इति भवति। तर्हि इति एकं कार्यमस्ति। अस्तु, तदनन्तरम् अग्रे अग्रे गच्छामः। तर्हि तत्र पिबति, जिघ्रति, तिष्ठति इति सर्वत्र भवति अत्र। अस्तु, तदनन्तरं केचन विशेषधातवः अपि सन्ति तत्र, येषां यत्र तत्र येषां उपधायां नत्वमस्ति, नकारः अस्ति, तेषां नकारस्य लोपः भवति इति सूत्रमस्ति तत्र। नो चेत् कुत्रचित् लोपः भवति, कुत्रचित् नकारः आगच्छति इति नुमागमः इति अस्ति। तर्हि इति एकं स्थूलरूपेण एकं विषयः अस्ति, यदि उपधायां नकारः अस्ति तर्हि नकारस्य लोपः भवति, यदि नकारः नास्ति तर्हि नुमागमः आगच्छति इति। तर्हि सुमन् महोदय, नुमागमस्य कृते मूलसूत्रं किमस्ति यत् यत् यत् सर्वत्र भवति? ओ, इति तु नुम् धातोः। सूत्रं किं वदति? इदित् अस्ति चेत् तत्र नुम् आगमः भवति इति। तत्र तस्य निमित्तम् अस्ति वा किमपि, परनिमित्तं किमपि? न, उपदेशे वा नै महोदय? न, उपदेशे न, नाम उपदेशे इत् अस्ति चेदेव, इदित् अस्ति चेदेव, परन्तु तस्य परनिमित्त किमपि नास्ति इति नास्ति। तर्हि तत्र इदितो नुम् धातो इति सूत्रेण भवति। परन्तु भवादिगणस्य कृते विशेषसूत्राणि अपि सन्ति, उदाहरणमस्ति। अस्तु, तर्हि एकं सूत्रमस्ति दंश संज स्वञ्जां शपि इति सूत्रं किं वदति? दंश संज संजांशपि इति सूत्रं वदति यत् शप्रत्यय परे अस्ति चेत् दंश संज स्वंज इति धातूनां नकारस्य लोपः भवति, नाम दंशयोगः शप् तत्र नकारः अस्ति नाम अनुस्वारः अस्ति तस्य लोपः भवति, दशति इति रूपं भवति, सज मध्ये सजति इति भवति, स्वञ्ज मध्ये स्वजते इति भवति। तर्हि अत्र तु निमित्तम् अस्ति शप् प्रत्यये परे अस्ति चेदेव तत्र न लोपः भवति, यदि शप् प्रत्यये परे नास्ति चेत् न लोपः न भवति। अतः लृट् लकारे अपि किमपि शप् प्रत्यये नास्ति अतः तत्र न लोपः न भवति इति अस्ति। तदनन्तरं तथैव रञ्जेश्च इति सूत्रमस्ति, रञ्जेश्च अपि सूत्रं वदति यत् तर्हि दंशसञ्जसञ्जांशपि इति सूत्रमस्ति, तस्य अनन्तरं रञ्जेश्च इति सूत्रमस्ति, तत् सूत्रम् अपि वदति यत् रञ्ज् धातु कृते अपि न लोपः भवति, तर्हि रजति इति रूपं भवति। तदनन्तरं दंशसञ्जसञ्जांशपि अपि तु रञ्जेश्च इति सूत्राणि यत्ति सन्ति ते तु वदन्ति यत् नकारस्य लोपः भवति, परन्तु एकं सूत्रमस्ति रधि जघो रचि इति सूत्रमस्ति, तत् सूत्रं वदति यत् अच् प्रत्यये परे अस्ति चेत् रध् जभ इति धातोः नुमागमः भवति अच् प्रत्यये परे अस्ति चेत्। तर्हि अजादिप्रत्यये परे अस्ति चेत् रध् जभ् इति धातोः नुमागमः भवति, यत्र शप् प्रत्ययः अजादिप्रत्ययः अस्ति खलु, अतः रधि जभो रचि इति सूत्रेण रध् जभ् इति सूत्रयोः नुमागमः भूत्वा रन्धति जम्भति इति जम्भते इति भवति। तर्हि पश्यतु अत्र इदितो नुम् धातोः इति सूत्रस्य कारणेन नुमागमः न भवति, यतोहि रधि रध् जभ् धातु इति इदिद्धातवः न सन्ति, परन्तु इदिद्धातोः नास्ति तथापि रधि जभो रचि इति सूत्रेण नुमागमः भवति, तर्हि रन्धति जम्भते इति तर्हि इति सूत्रमस्ति। तदनन्तरम् एकं सूत्रमस्ति, तदनन्तरं मुख्यं किमस्ति एतत् सर्वं तु हा। तर्हि मदरमहोदय, कृप् धातु अस्ति, कृप् धातु अस्ति चेत् कृप् धातु अस्ति रह इति रेपस्थाने लकारः भवति महोदय, कृपो रोलः इति सूत्रेण किमपि भवतु किमपि निमित्तं भवेत् ऋकारस्य स्थाने रेपः भवति, नाम ऋकारस्य स्थाने ऋकार लकारस्य स्थाने रेपस्य स्थाने लकारः इति भवति। तर्हि कृप् धातु अस्ति भवादिगणे अपि अस्ति चुरादिगणे अपि अस्ति, तर्हि कृप् धातु अस्ति तस्य रूपं भवति कल्पते, नाम कृप् योगः शप् प्रथमं तु ऋकारस्य पुगन्तलघुपदस्य च इति सूत्रेण रेपः भवति, कर्पयोगः शप् कर्प तत्र रेपस्य स्थाने लकारः, कल्पयोगः ते कल्पते इति अङ्ग इति रूपं भवति कल्पते इति भवति इति एकमस्ति। तदनन्तरम् एतानि सर्वाणि विशेषकार्याणि सन्ति केषाञ्चित् धातूनां कृते एतानि कार्याणि भवन्ति। तदनन्तरम् अन्यसूत्रमस्ति, अन्यसूत्रं किमस्ति तत्र यानि यानि मुख्यसूत्राणि न सन्ति खलु, नाम बहु तत्र नच्च पदान्तस्य जलि इति सूत्रमपि कार्यं करोति खलु जी, कुत्र अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति। यत्र कुत्रापि उपधायां नकारः अस्ति तत्र अनुस्वारः भवितुं शक्नोति नश्च पदान्तस्य झलि, तदनन्तरम् अनुस्वारस्य यै परसवर्णः इति सूत्रेण पञ्चमवर्णः भवति, तत्तु सर्वदा भवति एव यत्र कुत्र तस्य प्रसक्तिः भवति इति अस्ति। अस्तु, तदनन्तरम् एकम् अस्माकं मुख्यविषयः यत् अस्माभिः दृष्टं यत् केषाञ्चित् धातूनां कृते विकल्पेन अन्य विकरणप्रत्ययाः आगच्छन्ति, नाम ते धातवः वस्तुतः तु एकस्मिन् गणे सन्ति परन्तु विकल्पेन तस्य अन्य अपि विकरणप्रत्ययः भवति। उदाहरणमस्ति भवादिगणे धातु अस्ति अक्ष् धातु अस्ति तन् इति धातुः अस्ति, तक्ष धातुः अस्ति, अक्ष धातुः अस्ति। तत्र अक्ष धातु तक्ष धातु वस्तुतः भवादिगणीयधातवः एव सन्ति, नाम तत्र शप्रत्ययः तु आगच्छति। तर्हि एकं रूपं भवति अक्षति, एकं रूपं भवति तक्षति, परन्तु अत्र अक्षोऽन्यतरस्याम् अनुकरणे तक्षः इति सूत्रेण विकल्पेन श्नुप्रत्ययः अपि भवितुं शक्नोति। तर्हि अक्षति अक्ष्णोति, तक्षति तक्ष्णोति इति भवति। तर्हि पश्यतु अत्र विकल्पेन अन्यगणस्य विकरणप्रत्ययः आगच्छति, तस्य अर्थः एतादृशं मा गृह्णातु यत् ओ तक्ष धातु अक्ष धातु भवादिगणीय अपि अस्ति, स्वादिगणीय अपि अस्ति इति तु नास्ति। वस्तुतः धातु भवादिगणीय एव अस्ति, परन्तु विकल्पेन श्नु अपि तत्र तत् प्राप्नोति इति एव। तस्य गणपरिवर्तनं न भवति, केवलं अन्यतरस्य विकल्पेन अन्यप्रत्ययः भवति। तर्हि एकम् अस्ति तदस्ति। तर्हि अन्यम् अस्ति तर्हि इति तु तर्हि एक अन्यविषय अस्ति यत् कुत्रचित् कुत्रचित् भवादिगणे केषाञ्चन धातूनां कृते स्वार्थे एव कोऽपि अन्यप्रत्ययः आगच्छति। तर्हि वयं जानीमः खलु चुरादिगणे स्वार्थे एव णिच् प्रत्ययः आगच्छति इति एकमस्ति। तदनन्तरं भवादिगणे अपि स्वार्थे कुत्रचित् अन्यप्रत्ययाः आगच्छन्ति। कोऽपि उदाहरणं वक्तुं शक्नोति वा? महोदय प्रश्नः कः? मम प्रश्नः अस्ति भवादिगणे सामान्यतया शप्रत्ययः एव आगच्छति, परन्तु कुत्रचित् केषाञ्चित् धातूनां कृते शप्रत्ययः तु भवति, परन्तु शप्रत्ययात् पूर्वं कोऽपि अन्यप्रत्ययः अपि आगच्छति स्वार्थे एव। तेजयति महोदय, तेजयति सङ्ख्ये, तत्तु चुरादिगणे, चुरादिगणे भवादिगणे कुत्रचित् एतादृशं कार्यं भवति, कोऽपि अवगच्छति वा? न धातु अस्ति, धातु सामान्यतया किं भवति, तदनन्तरं शप् प्रत्ययः भवति, परन्तु भवादिगणे केषाञ्चित् यत्र धातु शप् प्रत्यय दृश्ये मध्ये अन्ये कोऽपि प्रत्ययः आगच्छति, सन् प्रत्यय आगच्छति वा महोदय? सन् प्रत्यय आगच्छति सूत्रेण गुप् गुप्तिज् किद्भ्यः सन् इति सूत्रेण एकनिमेषः वदतु महोदय, गुप्तिज् किद्भ्यः सन् सन् मदन महोदय, गुप्तिज् किद्भ्यः सन् इति सूत्रेण किं वदति, पुनः वदतु। आं महोदय, गुप् तिज् किद्भ्यः सन् इति सूत्रेण धातुभ्यः सन् प्रत्ययः योजयामः, तदनन्तरमेव षट् प्रत्ययः आगच्छति। सत्यं तर्हि पश्यतु, तर्हि गुप् धातुः अस्ति, एतत् एतदपि विकल्पेन भवति, गुप् तिज् किद्भ्यः सन् इति गुप् तिज् किद्भ्यः सन् इति एकं सूत्रमस्ति, तद् वदति यत् गुप् धातु तिज् धातु किद् धातु अस्ति चेत् तस्य तेषाम् अनन्तरं सन् प्रत्ययः भवति। तर्हि अत्र वस्तुतः किं भवति, सामान्य अर्थः अस्ति चेत् सामान्यकार्यं भवति, विशेष अर्थः अस्ति चेद् एव सन् प्रत्ययः आगच्छति, परन्तु स्वार्थे एव आगच्छति। उदाहरणमत्र अस्ति खलु, सामान्य अर्थ सामान्य गुप् धातु अस्ति, तस्य सामान्य अर्थः अस्ति टु हैड्, तदस्ति चुरादिगणे, तत्र चुरादिगणे टु हैड् अस्ति, तद् गोपयति भवति, परन्तु विशेष अर्थः अस्ति टु डिस्पेर् टु डिस्पैस्, तत्र भवादिगणी एव धातु अस्ति, तत्र नाम चुरादिगणे तत्र अर्थः अस्ति टु हैड्, भवादिगणे अर्थः अस्ति टु डिस्पैस्, तर्हि टु हैड् सामान्य अर्थः अस्ति अतः गोपयति, टु डिस्पैस् इति विशेष अर्थः अस्ति अतः तत्र सन्प्रत्ययः आगत्य जुगुप्सते इति भवति। तथैव तिज् कित् मध्ये अपि सामान्यतया चुरादिगणीयधातवः सन्ति, तत्र सामान्य अर्थे तेजयति सङ्केतयति भवति यथा मीना महोदय उक्तं, परन्तु विशेष अर्थे भवादिगणे सन् प्रत्यय आगत्य तितिक्षते चिकित्सति इति एकमस्ति। तर्हि नाम के केचन धातवः सन्ति यत्र विशेष अर्थे सन् प्रत्ययः भवति, तथैव केचन धातवः सन्ति यत्र यत्र आयप्रत्ययः भवति, आयप्रत्ययः। तर्हि तत् तत् सूत्रमस्ति गुपु धूप विच्छि पणि पणिभ्यः आयः इति सूत्रमस्ति, तद् स्वार्थे एव गुप् धातु धूप् धातु विच् धातु पण् धातु पण् धातु अस्ति चेत् आयप्रत्ययः भवति। तर्हि गुपयोगः आय गोपाय इति नूतनधातु भवति, रूपं भवति गोपायति, धूप इति धूपायति, पण् इति पणायति, पण् इति पनायति इति। तर्हि अत्र शप्रत्ययस्य आगमनात् पूर्वं विशेष प्रत्ययः आगच्छति आयप्रत्ययः, येन नूतनधातु भवति गोपाय धूपाय पणाय पनाय इति। तर्हि मम प्रश्नः अस्ति अत्र गुप्तिच्किभ्यः सन् इति मध्ये सन् प्रत्ययः आगच्छति, घुपु धुपु विच्छि पणि पणिभ्यः इति मध्ये आयप्रत्ययः आगच्छति, चुरादिभ्यो णिच् इति सूत्रेण णिच् प्रत्ययः आगच्छति। तर्हि एतानि सर्वाणि यदा प्रत्ययः आगच्छन्ति तदनन्तरम् अपि यत् रूपं भवति तद् धातुः एव अस्ति, तर्हि कथं जानीमः धातुः एव अस्ति केन सूत्रेण? सनाद्यन्तः धातवः, उत्तमं सूत्रं वदति यत् सनादिप्रत्ययः आगच्छति चेत् धातु एव भवति। तर्हि सन् प्रत्ययः, णिच् प्रत्ययः, आयप्रत्ययः, णिङ् प्रत्ययः, यङ् प्रत्ययः इति इत्यादि द्वादशप्रत्ययाः सन्ति, ये येषां योजनान्तरम् अपि धातुसंज्ञा एव भवति सनाद्यन्ताः धातवः इति सूत्रेण। तर्हि गोपायति धूपायति अत्र गोपाय यद्भवति तदपि धातु अस्ति, धूपाय भवति तदपि धातु अस्ति, पणाय धातु पनाय धातु, तथैव चुरादिगणे चोरी इति धातु अस्ति निष्पत्त्यस्य योजनान्तरम्। एतत् सर्वं कार्यं सामान्यकार्यम् अस्ति, यत्र कुत्रापि द्वादशप्रत्ययाः आगच्छन्ति सनायप्रत्ययाः तत्र सनाद्यन्ताः धातवः इति सूत्रेण वयं जानीमः यत् धातुसंज्ञा एव भवति। तदनन्तरम् एकं सूत्रमस्ति यत् वा भ्राश् भ्लाश् भ्रं क्रं क्रमु त्रसि त्रुटि त्रसि इति, तत्र अपि अस्माभिः यत् ये सर्वे तत्र विकल्पेन श्यन् प्रत्ययः भवति, नाम भ्राश इति भ्राश् इति अस्ति, तत् द्वादिगुणिधातुः अस्ति, भ्राशते इति भवति, परन्तु विकल्पेन शन् प्रत्ययः आगच्छति, तत्रापि वस्तु विकल्पेन प्रत्ययः आगच्छति, तदपि गुणपरिवर्तनं न भवति, धातु भवादिगणी एव अस्ति परन्तु विकल्पेन शन् प्रत्ययः आगच्छति। तर्हि आहत्य मूलविषयः किमस्ति यत् धातोः एकं गणमस्ति, परन्तु कुत्रचित् विकल्पेन केषाञ्चित् धातूनां कृते विकल्पेन अन्यविकरणप्रत्ययः अपि आगन्तुं शक्नोति। उदाहरणमस्ति अत्र अत्रैव अस्माभिः दृष्टं खलु अक्ष् तस्य स्नुप्रत्ययविकल्पेन आगन्तुं शक्नोति, स्नुप्रत्ययः तक्ष् कृते सुप्रत्ययः, भ्राश् भ्लाश् भ्रं क्रं त्रं त्रसि त्रुटि इति सूत्राणां कृते विकल्पेन शन् प्रत्ययः आगच्छति। तर्हि एतानि बहूनि उदाहरणानि सन्ति इति अस्ति। तर्हि इति भवादिगणीयस्य एकं झटिति एकं समग्रचिन्तनमस्ति, यत्र भवादिगणे सामान्यकार्यं तु वयं जानीमः यत् यत्र कुत्रापि गुणं भवति चेत् गुणं करोतु पुगन्तलघुपदस्य च सार्वधातुक आधातुकयोः इति सूत्रेण, तदनन्तरं यत्र गुणं न भवति चेत् विशेषः किमपि अस्ति चेत् सूत्राणि सन्ति, यत्र धात्वादेशः भवति अथवा विकल्पेन अन्यवितरणप्रत्ययः आगच्छति, अन्य अथवा नुमागमः भवति अथवा नकारलोपः भवति इति भवादिगणस्य विशेष समग्रचिन्तनमस्ति। तर्हि एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा भवादिगणे क्राश् कोर्स् मध्ये? महोदय पुनः वदतु, सन् प्रत्यय आगच्छति चेत् केन सूत्रेण धातु एव तिष्ठति? ओ अस्तु, तर्हि सूत्रसङ्ख्या 3132 तर्हि पाणि अष्टाध्यायी धातुसंज्ञा कृते द्वे सूत्रे स्तः, एकमस्ति भुवादयोः धातवः येन धातुपाठे धातवः सन्ति उपदेशे, तेषां धातु इति नामकरणं भवति, ते सन्ति औपदेशिकधातवः। तदनन्तरम् एकं सूत्रमस्ति सनाद्यन्तः धातवः, ते सन्ति आतिदेशिकधातवः, ते उपदेशे न सन्ति, परन्तु सन् आदि इति प्रत्ययः औपदेशिक धातूनां योजनानन्तरं तत्र नूतनधातवः भवन्ति, सनाद्यन्तः धातवः नाम सन् प्रत्ययः अस्ति, आय अस्ति, निङ् अस्ति, णिच् अस्ति, यङ् अस्ति, द्वादशप्रत्ययः इति अस्ति। अस्तु, इदानीं दिवादिगणः इति विषयः अस्ति। तर्हि महोदय कुकः वदति इदानीं विजयमहोदय भवती वदतु, दिवादिगणे भवादिगणे मुख्यभेदः कः? विजयमहोदय अस्ति वा? हा, दिवादिगणे दिवादिगणे अनन्तरं दिवादिगणे भवादिगणयोः मध्ये मुख्यभेदः कः? द्वादिगणे द्वादिगणे शप् प्रत्यय शप् विकरणप्रत्ययम् अस्ति, द्विवादिगणे ष्यन् यकारः एव तिष्ठति, ष्यन् अस्ति चेत् अपि एतत् हलन्त्यं भवादिगणे शप् प्रत्ययः अस्ति, तत्र किम् अवशिष्यते? अकारः एव अवशिष्यते। एतादृश अकारः कीदृशः अस्ति, नाम अजादि अस्ति, हलादि अस्ति, पित् अस्ति, अपित् अस्ति, किम् अस्ति? अजादिपित् अस्ति। सम्यक्, अजादिपित् अस्ति, परन्तु दिवादिगणे किम् अवशिष्यते? दिवादिगणे ष्यन् इति विकरणप्रत्ययम् अस्ति, परन्तु तत्र यकारः एव, नकारस्य आलन्त्यं तस्य लोपः इति तत्र इत् भवति, अनन्तरं लसक्व तथिते इति सूत्रेण शकारस्य लोपः भवति, यकारः एव तिष्ठति दिवादि। महोदय यकार न य, तत्र अकार अस्तु। तर्हि य कीदृश अस्ति, हलादि, अजादि, पित् अपित्? या तत्र हजादि, हजादि य अजादि अस्ति वा? अन्तस्थाः खलु अत्र हलादि, हलादि, हलादि, हलादि, हलादि, हलादि, हलादि, तत्र अपित् अस्ति, हलादि, हलादि, अपित् खलु, पित् नास्ति। तर्हि गुणकार्यं नास्ति। हा, तर्हि भवादिगणे अजादि पित्, दिवादिगणे हलादि अपि, तर्हि प्रथमभेदः अस्ति पित् अपित्। तर्हि महोदय प्रथमं तु वदतु विजयमहोदय, दिवादिगणे विकरणप्रत्ययस्य अपित्वात् कानि कानि कार्याणि न भवन्ति, कानि कानि कार्याणि भवन्ति स्थूलरूपेण? तर्हि हलादि, हलादि अपित् अस्ति, अतः गुणकार्यं नास्ति, नित्वत् भवति, निति च इति अपि तत्र सूत्रमस्ति, गुणकार्यं नास्ति। सार्वधातुक अपित् अपि, सार्वधातुक अपित् अपि अस्ति। सत्यं, तत्र प्रथम अस्ति यत् अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति, नित्वद्भवति, अतः प्रथमं तु निति च इति सूत्रस्य प्रभावेण तत्र गुणकार्यं न भवति। प परन्तु भवादिगणे स्थित् अस्ति अतः गुणकार्यं भवति इति प्रथमभेदः. परन्तु शन् इति य प्रत्ययस्य णित्वात् केचन कार्याणि भवितुं शक्नुवन्ति, केचन नूतनकार्याणि भवितुं शक्नुवन्ति, ये यानि भवादिगणे न सन्ति. तानि कानि सन्ति? कोऽपि वदति वा? सुमित्रा महोदय वदति वा? शन् प्रत्ययस्य णित्वात् कानि कार्याणि भवन्ति ये भवादिगणे न सन्ति? क्षम्यतां महोदय, पुनः प्रश्नः एकवारं. विकरणप्रत्ययस्य हित्वात् गुणकार्यं न भवति, परन्तु कानि विशेषकार्याणि भवन्ति यानि भवादिगणे न भवितुं शक्नुवन्ति? द्वे कार्ये स्तः. क्षम्यतां महोदय, स्मरणेन अस्ति. कोऽपि स्मरति वा? आं महोदय, सम्प्रसारणम् अपि च उपधा नकारस्य लोपः. बहु सम्यक्. तर्हि अत्र एकं कार्यमस्ति सम्प्रसारणम्. तत्र ग्रहि, ज्या, वै, व्यधि, वष्टि, विचति, वृच्छति, पृच्छति, भृज्यति नाम निति च इति सूत्रेण नित् प्रत्ययपरे अस्ति चेत् एतेषु धातुषु सम्प्रसारणं भवति इति. तर्हि भवादिगणे प्रत्ययः नित् नास्ति, अतः सम्प्रसारणस्य प्रश्नः एव नास्ति. परन्तु अत्र दिवादिगणे अथवा सुदादिगणे प्रत्ययः अपित् अस्ति, नित्वत् अस्ति, अतः सम्प्रसारणस्य प्रसङ्गः आगच्छति इति एकमस्ति. अन्य अस्ति अनिदितां हल उपधाया निति, नाम हल् यानि ये धातवः अनिदित् सन्ति, नाम ह्रस्व इकारस्य इत् न सन्ति, तत्र तेषाम् उपधामध्ये यः नकारः अस्ति तस्य लोपः भवति दिवादिगणे अथवा सुदादिगणे. तेषां तस्य निमित्तमस्ति नित् प्रत्ययपरे अस्ति चेत् इति. तर्हि भ्रंश इति धातुः अस्ति, तस्य भ्रश्यति इति भवति, न तु भ्रंश्यति इति अस्ति. तर्हि इति नूतनकार्याणि भवन्ति इति अस्ति एकं. तर्हि अस्तु, हा, तर्हि अत्र इगन्तधातुः अस्ति चेत्, उगन्तधातुः अस्ति चेत्, इगन्तधातुः अस्ति चेत् अत्र गुणकार्यं न भवति, यतोहि इति च इति सूत्रेण गुणनिषेधः अत्र. अतः पि योगः शन् पीयते एव भवति, न तु पेयते. तदनन्तरं डीङ्गयोगः शन् डीयते भवति, न तु डेयते इति. केवलं वर्णमेलनं. तथैव शूङ् इति धातुः अस्ति, तत्र सूयते भवति, न तु सूयते. अत्र किमपि कार्यं न भवति, केवलं वर्णमेलनम् अस्ति. पुनः उगन्तलघुपदस्य च इति सूत्रेण कार्यं न भवति. तर्हि डिप् योगः शन् डिप्यति भवति, न तु डेप्यति. क्लिद् योगः है क्लिद्यति. बिस् तत्र बिस्यति इति किमपि अस्ति. बुध् तत्र बुध्यते भवति, न तु बोध्यते, बोध्यते न भवति. यतोहि अत्र सुगन्तलघुवस्य इति सूत्रेण गुणकार्यं न भवति इति च गुणनिषेधः भवति. तुष् तुष्यति भवति इति. तदनन्तरं सृजस्ति सृज्यते भवति, न तु सर्जति. त्रिप् अस्ति तृप्यति भवति, न तु तर्प्यति इति. किमपि कार्यं नास्ति. तदनन्तरम् अनिदितां हल उपधाय निति इति सूत्रेण यस्य यत्र धातोः ह्रस्व इकारस्य इत्संज्ञा नास्ति, तत्र यदि उपधायां ह्रस्व उपधायां नकारः अस्ति, तत्र तस्य नकारस्य लोपः भवति. तर्हि अत्र रञ्जधातुः अस्ति, तत्र क्षम्यतां, रञ्ज् अत्र किमस्ति उदाहरणं, भ्रंश् धातुः अस्ति, भ्रंश्. अत्र भ्रंश् मध्ये प्रथमं तु भ्रंश् धातुः अस्ति, तत्र इदित् नास्ति, अतः अनिदित् अस्ति. तत्र उपधायाम् अनुस्वारः अस्ति. तदनन्तरम् अग्रे शन् प्रत्ययः अस्ति यत् नित्वत् अस्ति, अतः भ्रश्यते इति रूपं भवति, नकारस्य लोपः भवति. पश्यतु, अत्र नकारः इत्युक्ते किमपि, केवलं न इति वर्णः न, सवर्गस्य न इति वर्णः न, अपि तु न इति तस्य इव ये वर्णानि सन्ति ते नाम अनुस्वारः अथवा वर्गस्य पञ्चमवर्णः। किमर्थं चेत् वस्तुतः वर्गस्य पञ्चमवर्णः अथवा अनुस्वारः मूलतः नकारः एव भवति इति। अतः भ्रंशति मध्ये अनुस्वारः अस्ति, नकारः नास्ति, परन्तु तत्रापि अनुस्वारस्य लोपः भवति इति। अनिदतां हल उपधाया निति। तर्हि अस्य सूत्रस्य त्रीणि निमित्तानि सन्ति। प्रथमं तु नित् कित्नित् प्रत्ययः भवेत्, तदनन्तरं मूलधातु मध्ये ह्रस्व इकारस्य इत् संज्ञा न भवेत्, तदनन्तरं उपधाया मध्ये उपधाया मध्ये नकारः भवेत् इति। तर्हि एतत् अस्ति। सर्वे अवगच्छन्ति वा? सम्यक्, किञ्चित् अपि क्लिष्टकरं नास्ति इति मन्ये अत्र। तर्हि पश्यतु, इदितो नुम् धातोः इति सूत्रेण इदित् धातुः अस्ति चेत् नुमागमः भवति। अनिदितां हल उपधायानिति एकदृष्ट्या विपरीतसूत्रमस्ति, तद्वदति यत् अनिदित् धातुः अस्ति चेत् नकारस्य लोपः भवति इति, अपोसिट् इति चिन्तयितुं शक्नुमः परन्तु इति अस्ति। अस्तु, तदनन्तरं किमस्ति, तदनन्तरम् अन्यकार्यमस्ति सम्प्रसारणं। तर्हि इदानीं सुमित्रा महोदय, सम्प्रसारणस्य कृते संज्ञासूत्रं किम्? महोदय नास्ति स्मरणे, क्षम्यताम्। एकवारं पुनः पठतु सर्वं। किमर्थं वदामि यत् इति सर्वम् एतत् सर्वं यत् अस्ति तत् बेसिक इति कार्यमस्ति, सम्प्रसारणम् अग्रे आगच्छति, अतः तस्य अवगमनं भवेत्। अतः पुनः एकवारं पठतु। अस्तु, मीना महोदय, सम्प्रसारणस्य कृते सूत्रं किमस्ति? सम्प्रसारणस्य कृते त्रीणि सूत्राणि, त्रीणि सूत्राणि सन्ति मुख्यसूत्राणि। कानि कानि? प्रथमं तु संज्ञासूत्रं वदतु। शृणोतु अहं किं वदामि। सम्प्रसारणस्य संज्ञासूत्रं नाम सम्प्रसारणस्य डेफिनिशन् इति किम् अस्ति? सूत्रमस्ति नाम तत्र यण् इति प्रत्याहारस्य स्थाने इक् प्रत्याहारस्य वर्णः आगच्छति। तर्हि यकारस्य स्थाने इ, लकारस्य स्थाने उ, ऋकारस्य स्थाने रेफस्य स्थाने रु इति अस्ति एकं सूत्रम्, इग्यणः सम्प्रसारणम्। अग्रे अस्ति एकं सूत्रमस्ति सन्धि कृते। तर्हि तुल्यस्य प्रत्ययनं प्रयत्नं सवर्णम् इति आगच्छति वा तत्र? किं तुल्यस्य प्रयत्नं सावर्णम्, अनन्तरम् अनुदित् सवर्णस्य च प्रत्ययः, एतदपि आगच्छति वा? वर्णं मेलनमेव, तत्र वर्णपरिवर्तनमस्ति खलु सम्प्रसारणविषये तु किमपि नास्ति इदानीं। सम्प्रसारणं शङ्गः सम्प्रसारणं न, तत् भिन्नमस्ति, किमपि महत्त्वं नास्ति। सम्प्रसारणच्च च एकनिमिषं, तत्र एकमस्ति इग्यणः सम्प्रसारणं, तदनन्तरं सम्प्रसारणं यदस्ति तस्य किं भवति, सम्प्रसारणं यदा भवति तत्र स्वरवर्णः आगच्छति खलु, यण् प्रत्याहारस्य स्थाने इक् प्रत्याहारस्य वर्णः, स्वरवर्णः आगच्छति। तदनन्तरं बहुत्र किं वदति भवती यत् तत्र स्वरात् अनन्तरमपि अन्यस्वरः अस्ति। तर्हि यदा उदाहरणमस्ति व्यच् मध्ये व्यच् धातुः अस्ति, यकारस्य स्थाने इकारः भवति, परन्तु इकारस्य अनन्तरम् अकारः अपि अस्ति खलु, तर्हि कथं जानीमः सन्धि कथं करणीयम्? इकार अकारस्य सन्धि कथं भवति इति तस्य कृते सूत्रं किम् अस्ति, कोऽपि जानाति? सम्प्रसारणच्च। सम्प्रसारणाच्च इति सूत्रं किं वदति? तत्र स्वरद्वयं भवति खलु, यकारस्य स्थाने इकार अस्ति चेत् नो चेत् वकारस्य स्थाने उकार, तत्र पूर्वपरयोः स्थाने एक पूर्वरूप आदेश भवति। तर्हि सम्प्रसारणाच्च इति सूत्रेण यत् पूर्वस्वरः अस्ति सन्धिमध्ये तदेव तिष्ठति, अतः व्यच् मध्ये विचति भवति। तत्र व य च व य अ च बिकम्स् व व इ अ च, अ प्लस् इ तत्र इ एव अवशिष्यते, व इ च विच इति भवति। अस्तु, तदनन्तरम् अन्य अस्ति यत् कुत्रचित् साक्षात् द्वे वर्णाः सन्ति यत्र सम्प्रसारणं भवितुं शक्नोति, यत्र इदानीम् अत्र अपि व्यच् मध्ये वकारस्य अपि सम्प्रसारणं भूत्वा उकारः भवितुं शक्नोति, यकारस्य अपि इकारः भवितुं शक्नोति, तर्हि कथं जानीमः कस्य करणीयं? द्वितीय एव भवति न सम्प्रसारणे सम्प्रसारणं सूत्रेण, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणं परनिमित् परसम्प्रसारणम् अस्ति चेत् पूर्वस्य सम्प्रसारणं न भवति, नाम यत् पर अस्ति तस्य एव सम्प्रसारणं भवति। तर्हि विच व्यचति मध्ये वकारस्य यकारस्य मध्ये वकारस्य सम्प्रसारणं न भवति, यकारस्य भवति, तत्र विचति इति भवति, वकारस्य उकारः न भवति इति एकमस्ति। तर्हि इति अस्ति व्यचति इति भवति। अस्तु, तदनन्तरम् एकमस्ति नूतनसूत्रम् अस्माभिः पठितं, ऋकारान्त धातुः अस्ति चेत् दीर्घऋकारान्त धातु, तर्हि विजी महोदय, दीर्घऋकारान्त धातुः अस्ति चेत् दिवादिगणे कस्य सूत्रस्य कार्यं भवति, किं कार्यं भवति? ऋत इत् धातोः इति सूत्रेण ह्रस्व ऋकारः भवति। किं भवति सम्यक्? धातोः इति अपि अनैमित्तिकसूत्रमस्ति, नाम दीर्घरिकारान् धातुः अस्ति चेत् तस्य ऋकारस्य स्थाने ह्रस्वइकारः भवति, ह्रस्व इकारः भवति। तर्हि तर्हि अत्र उदाहरणमस्ति ज्रि इति धातुः अस्ति, ज्रि तत्र ज्रि मध्ये दीर्घरिकारान्त अस्ति, तत्र रिपै धातुः इति सूत्रेण ऋकारस्य स्थाने ज्रि ज्रि तदनन्तरं उरण्ड्रपरः उरण्ड्रपरः भूत्वा जिर् इति भवति। जिरि अत्र ऋत इति धातोः इति सूत्रं निमित्तं नास्ति, परन्तु वस्तुतः अस्य सूत्रस्य कार्यं कदा भवति? उपदेशावस्थायां न अत्र परनिमित्तिक कोऽपि प्रत्ययः तस्य निमित्तं नास्ति, परन्तु प्रत्ययः कीदृशः भवेत् तदैव ऋत इति धातोः इति भवति। षट् प्रत्ययः यदि प्रत्ययः कित्नित् नास्ति कित् अस्ति चेत् कस्य सूत्रस्य कार्यं भवति? पुकन्दलघुपदस्य तर्हि पश्यतु, भवादिगणे त्रि धातुः अस्ति, त्रि करणे त्रिविकरणे तत्र विपैधातोः सूत्रं कार्यं न करोति, सार्वधातुकार्धातुकयोः इति सूत्रं कार्यं कृत्वा तरति इति रूपं भवति खलु। अत्र दीर्घरिकारस्य अर् भवति, गुणं भवति, परन्तु बालिगणे तस्य सूत्रस्य कार्यं न भवति, किं प्रत्ययः अस्ति, अतः विपैधातोः इति सूत्रेण जिर् भवति धातोः इति सूत्रं कित्मित् प्रत्ययः अस्ति परे चेत् दीर्घकारस्य ह्रस्व इकारः भवति एकमस्ति. तदनन्तरम् अन्य एकमस्ति, हा गतरविवासरे अस्माभिः पठितं, तर्हि विपरीत धातो इति सूत्रेण दीर्घरिकारः अन्ते अस्ति चेत् अस्य ह्रस्व इकारः भवति. दीर्घरिकारः यदि उपधायाम् अस्ति चेत् तस्य कृते अपि तदपि उपधायां च इति सूत्रेण, उपधायाः इच्च इति सूत्रेण उपधायाम् अस्ति चेदपि ह्रस्व इकारः भवति. तदस्माभिः कस्मिन् गणे कस्मिन् धातु अस्माभिः पठितं कोऽपि अवगच्छति वा स्मरति वा? चुरादिगणे अस्ति, चुरादिगणे अस्ति भगिनि, चुरादिगणे क्षीर् क्रीत् धातु अस्ति खलु, क्रीत् तस्य क्रीत् अस्ति, तस्य ऋकारस्य इर् भवति, इर्त् भवति, तदनन्तरम् अग्रे भवति. तदेव उपधायाः च इति सूत्रेण कार्यं करोति. प्रथमं तु ऋत उपधा ऋतोः नो चेत् उपधायाः च इति सूत्रेण ह्रस्व इकारः आगच्छति. ह्रस्व इकारः उरण् रपरः इति सूत्रेण इर् भवति, तर्हि इर् इर् इति भवति. इदानीम् अग्रे किं भवति? खलि च इति सूत्रं महोदया उक्तं, तर्हि विजि महोदय एकवारं जिर् अस्ति जिर् तत्र अग्रे किं कार्यं भवति? जिर् उरण्ड्रप्रग इति सूत्रेण जिर् इति भवति. आम् इदानीं धातुः कीदृशी आसीत्? रेफान्त अस्ति खलु, यदा धातोः अन्ते रेफः अस्ति अथवा वकारः अस्ति अथवा धातोः उपधायां रेफः अस्ति वकारः अस्ति, तत्र अस्माभिः पठितं सूत्रं तद्भिन्नं, तद् न अस्माभिः गतरविवासरे किं पठितं? द्वे सूत्रे स्तः, एकमस्ति अलि च, एकमस्ति उपधायां च. उपधायां च अलि च इति सूत्रं किं वदति कोऽपि स्मरति वा? ह्रस्व इकार दीर्घ भवति. निमित्तं कानि, निमित्तं वदतु. इक् वर्णः दीर्घः भवति हलि परे. धातु कीदृशी भवेत्? रेपान्तानां मकारान्तानां धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति. अल् प्रत्यये परे अस्ति, अल् प्रत्यये परे. रेपवकारस्य धातोः उपधाभूतस्य इक् वर्णस्य हल् वर्णपरे दीर्घः आदेशः भवति. अत्र हलिचयसूत्रं किं वदति? धातु अस्ति रेफान्तवकारान्त, तस्य अनन्तरं हलादिप्रत्ययः अस्ति, तत् पूर्वं नाम उपधायाम् इक्वर्णः अस्ति, तर्हि एतादृश्यां स्थित्यां इक्वर्णस्य दीर्घत्वं भवति. नाम जिर् योगः य, अत्र य हलादि अस्ति, धातु अस्ति रेफान्त जिर्, प्रकारात् पूर्वम् अस्ति इर् ह्रस्व इकारः, हलि च इति सूत्रेण दीर्घ इकारः भवति जीर्यति. परन्तु पश्यतु, एतादृशसूत्रस्य कृते हल् हलादिप्रत्ययः तस्य निमित्तं बहु महत्त्वपूर्णमस्ति. हलादि नास्ति चेत् न भवति. उदाहरणतया उगादिगणे क्री धातु अस्ति, क्री तत्रापि विपरीत धातोः इति सूत्रेण किर् इति भवति किर्, परन्तु तत्र कीरति इति न भवति, किरति एव भवति. किमर्थं? यतोहि उदादिगणे विकरणप्रत्यय अस्ति ओ, ओ इति अजादि नास्ति, हलादि नास्ति, अजादि, अतः तत्र दीर्घत्वं न भवति, कीरति न भवति, अपि तु किरति इति भवति. तदनन्तरं उपधायां च इति सूत्रं किं वदति? युरादिगणे अस्माभिः पठितं गतरविवासरे. एकः दीर्घः भवति, दीर्घः तु सर्वत्र भवति, परन्तु तस्य कृते निमित्तं कानि किमस्ति? धातोः हलि वोर् उपदायां च उपदायाम् इकः दीर्घः. अहं जानामि अर्थं वदतु. अङ्गस्य उपदा अकारस्य निच् निट् प्रत्यये परे च वृद्धिः भवति. किं पृच्छति? अत उपदायाः वा? उपधायां च इति सूत्रं खलि परन्तु किञ्चित् रेफः उत उकारः वकारः अस्ति चेत् हलि परे उपदा रेफस्य वकारस्य उपदा धातूनाम् उपदायां रेपवकारौ हल् परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घ आदेशो भवति इत्येव. तर्हि धातु हलन्त अस्ति, धातोः अन्ते हल् वर्णः अस्ति, हल् वर्णात् पूर्वं रेफः अथवा वकारः अस्ति तस्य उपदाय पूर्वं धातौ विद्यमानस्य उपदा ऋकारस्य इकारः आदेशः भवति. धातोः न धातोः विद्यमानस्य रेफ धातोः उपधायां विद्यमानस्य रेफवकारस्य उपधायां विद्यमान इकारस्य दीर्घत्वम् अन्तिमवर्ण थर्ड् फ्रम् अन्तिम सत्यम्. तर्हि हलि च किं वदति? धातोः अन्ते रेफवकारयोः तस्य अनन्तरं हलादिप्रत्ययः, धातोः उपधायाम् इकवर्णः तस्य दीर्घत्वं भवति. उपधायां च किं वदति? तत्र प्रत्ययस्य किमपि निमित्तं नास्ति. धातु यदि हलन्त अस्ति तस्य उपधायां रेफवकारयोः तस्यापि उपधायाम् इकवर्णः तस्य दीर्घत्वं भवति. तर्हि पश्यतु कीर्त् इति धातुः आसीत् खलु क्रीत्, तत्र प्रथमं तु कीर्त् इति भवति उपधायाः च इति सूत्रेण कीर्त्. कीर्त् मध्ये किमस्ति? सकारान्तधातुः अस्ति, उपधायां रेफः, तस्यापि उपधायां ह्रस्व इकारः, तस्य दीर्घ इकारः भवति उपधायां च इति सूत्रेण. सामान्यकार्यमस्ति नाम केवलं दिवादिगणे विशेषकार्यम् इति नास्ति. कार्यं सो दीस् सूत्र लेटर् एण्ड् लेटर् वै वि आर् डूङ्ग् दिस् डिविजन् सो देट् गेट् द पिक्चर् आफ़् दीस् सूत्र इन् युर् मैण्ड् विपरीत धातोः उपधायाः च न श्रूयते महोदय. ध्वनिः अस्ति तत्र. आल् दीस् सूत्र आर् बेसिक् सूत्र. विपरीत धातोः तदनन्तरम् उपधायाश्च तदनन्तरं हलि च उपधायां च बेसिकसूत्राणि सन्ति. तेषां सूत्राणाम् एक स्थूलरूपेण चित्रं यदस्ति तद् अस्माकं मस्तिष्के भवेत्, यतोहि एतेषां सूत्राणां कार्यम् अग्रे अपि आगच्छति इति. तर्हि इति एकमस्ति. तर्हि तथैव दिवादिगणे दिव् धातुः अस्ति, तस्य रूपं भवति दीव्यति. अत्र अपि इकारस्य दीर्घत्वं भवति हलि च इति सूत्रेण. अत्र वकारान्तधातुः अस्ति, तदनन्तरं य अस्ति, तस्मात् पूर्वम् इकवर्णः अस्ति, तस्य दीर्घत्वं भूत्वा दीव्यति इति भवति इति एकमस्ति. तदनन्तरम् अन्य केचन धातवः सन्ति यत्र किञ्चित् मैनर् कार्याणि सन्ति, तत्र दिवादिगणे एव सन्ति. नाम मिदेर्गुणः इति सूत्रेण सर्वदा मिद् धातु कृते गुण भवति, गुणकार्यं भवति, यतोहि शन् प्रत्ययः अपित् अस्ति परन्तु मिद् मध्ये गुणकार्यं भवति, मेद्यति इति भवति. तदनन्तरं ज्ञा जनोर्जा इति सूत्रेण ज्ञा जन् धातुः तस्य जा इति आदेशः भवति, सम्पूर्णधातु आदेशः भवति षित् प्रत्ययपरे इति एकमस्ति, इति सर्वमस्ति। तर्हि दिवादिगणविषयः इति समाप्तम्। इदानीं तुदादिगण, तुदादिगण इति विषयः अस्ति। को अस्ति इदानीं? सुमन् महोदय। तुदादिगणे दिवादिगणे विकरणप्रत्ययस्य मध्ये मुख्यभेदः कः? इदानीं श्रूयते महोदय? तुदादि गणे श विकर्णप्रत्यय अस्ति, तत्र अ एव अवशिष्यते। दिवादिगणे श्यन् अस्ति, तत्र य अवशिष्यते। द्वयमपि अपेत् अस्ति, किन्तु दिवादिगणस्य विकर्णप्रत्ययः हल आदि अस्ति, तुदादिगणे अजादि अस्ति। सम्यक्। तर्हि उभयत्र प्रत्ययः यदस्ति तद् अपित् अस्ति, अतः णित्वत् अस्ति, अतः उभयत्र गुणनिषेधः भवति, उभयत्र सम्प्रसारणं भवति, उभयत्र अनिदितां हल उपधाया इति सूत्रमिति इति सूत्रेण नकारलोपः भवति अस्ति। परन्तु एकः मुख्यः यत् अस्ति भेदः तदस्ति दिवादिगणे हलादि अस्ति विकरणप्रत्ययः, तुदादिगणे अजादि अस्ति। अतः हलादि प्रत्ययः कृते कार्याणि सन्ति, नाम हलि च इति, ते दिवादिगणे भवन्ति परन्तु तुदादिगणे न भवितुं शक्नुवन्ति, यतोहि प्रत्ययः अजादि अस्ति। अपि च हलादि अजादिप्रत्ययानां कृते ये कार्याणि भवन्ति ते केवलं द्वादिगणे भवितुं शक्नोति, द्विवादिगणे न भवितुं शक्नोति। तर्हि महोदय, सुमन् महोदय वदतु, तुदादिगणे प्रत्ययस्य अजादित्वात् एकं मुख्यसूत्रं नूतनसूत्रम् आगच्छति, सूत्रं जानाति, अवगच्छति, पठति? महोदय क्षम्यताम्, ऐ मिस्ड् सम् आफ् दीस् क्लासेस्, इतोपि सम्पूर्णं ध्वनिमुद्रणं न श्रुतवती। कोऽपि अवगच्छति वा प्रत्ययस्य अजादित्वात् एकं नूतनं प्रत्ययम् आगच्छति, सूत्रम् आगच्छति? अचि अचि शृणु दातु भ्रुवां युवर्यम् उवङ्। सम्यक्। तर्हि अत्र प्रत्ययः अजादि अस्ति, तर्हि अचिष्णु धातु ब्रुवां युवर्यम् उवङ्गौ इति सूत्रेण अचि परे, नाम अजादिप्रत्ययपरे, इकारान्त अथवा उकारान्त धातोः इकारस्य स्थाने यङ् उकारस्य स्थाने उवङ्। तर्हि अत्र अपि वस्तुतः कित्नित् इति लिखितं नास्ति, परन्तु फलित अर्थः अस्ति यत् कित्नित् अस्ति चेदेव कार्यं भवति, कित्नित् नास्ति चेत् इकारान्तधातोः उकारधातोः सार्वधातुकारधातुकयोः इति सूत्रेण गुणकार्यं भवति, परन्तु अत्र कित्नित् अस्ति, अतः अचिष्णु धातु ब्रुवां युवर्यङ् वङ्गौ इति सूत्रेण इयङ् उवङ् आदेशः भवति, न तु गुणकार्यम्। तर्हि अत्र तुरादिगणे पश्यतु, अत्र इकारधातुः अस्ति चेत् इयङ् भवति, उकारधातुः अस्ति चेत् उवङ् भवति। अत्र इयङ् उवङ् कस्य स्थाने भवति, कोऽपि जानाति वा? सम्पूर्णधातोः स्थाने भवति अथवा केवलम् अन्तिमस्वरस्य स्थाने, अन्तिमवर्णस्थाने भवति? अजादिप्रत्यये परे श्नु इत्यस्य धातुसंज्ञकस्य तथा ब्रू इत्यस्य ई वर्णान्त उ वर्णान्त अङ्गस्य इयङ् उवङ् आदेशः भवति। सम्यक्। तर्हि अत्र इयङ् उवङ् यत् आदेशः अस्ति तत् केवलम् अन्तिमवर्णस्य स्थाने आगच्छति अथवा सम्पूर्णधातोः स्थाने आगच्छति इति प्रश्नः अस्ति? सम्पूर्णस्थाने न महोदय, इदानीम् अहं स्मरामि, तत्र अन्ते एव अन्तिमवर्णे एव परिवर्तनं कृतवती। इदानीं तु एक्सेप्शन् टु एक्सेप्शन् भवति। सूत्रं किमस्ति? किं महोदय सूत्रं किम् अस्ति तत्र एकान्त तत्र अस्ति चेत् तत्र सम्पूर्णस्थाने स्थाने आदेशः भवति किन्तु एतत्तु अत्र नकार अस्ति केवलं गुणनिषेधकार्यं करोति अतः इदानीम् अनेकाश्रित्वा सम्यक् न स्मरामि सूत्राणि तत्र एक्सेप्शन् टु एक्सेप्शन् भवति तत्र अनेकाश्रित् सर्वस्य निच् इति सूत्रमस्ति निच् अत्र वस्तुतः यदा अनेकाल् अस्ति तत्र सम्पूर्णस्य स्थाने आगच्छति परन्तु यदि आदेशः णित् अस्ति अपि च तस्य णित्वस्य अन्य किमपि प्रयोजनं नास्ति नाम गुणनिषेधः सम्प्रसारणताकरणम् इति किमपि तस्य प्रयोजनं नास्ति केवलं तस्य प्रयोजनम् अस्ति यत् अन्तिमवर्णे भवेत् तर्हि निश्च इति सूत्रमेव कार्यं करोति खलु निश्च इति सूत्रेण केवलम् अन्तिमवर्णे आगच्छति पूर्ण आगच्छति तदा न केवलम् अन्तिमवर्णस्य स्थाने आगच्छति तर्हि इयङ् उवङ् मध्ये नकारस्य इत्वात् निच्च इति सूत्रेण केवलम् अन्तिमवर्णस्य स्थाने आदेशः भवति तर्हि गु धातु अस्ति तस्य उकारस्य स्थाने उवङ् आगत्य रूपं भवति गुवति गुवति तथैव रि धातु अस्ति तस्य इकारस्य स्थाने इयङ् आगत्य रियति इति सुदादिगणे नूतनकार्यं भवति तर्हि गुवति ध्रुवति कुवते नुवति अत्र सर्वत्र उकारस्य स्थाने उव इति भवति इकारस्य स्थाने इय इति भवति अचिष्णुधातु ब्रुवाम् इति सूत्रम् अस्तु तदनन्तरं ह्रस्वरिकार तत्र ह्रस्व तत्र इकारान्त उकारधातुः अस्ति चेत् अचिष्णुधातु ब्रुवाम् इति सूत्रेण कार्यं भवति ह्रस्वरिकारान्त धातुः अस्ति चेत् किं भवति सुदादिगणे गुणः भवति गुणः भवति खलु भुवादिगणे भवादिन सुदादि एकं नूतनसूत्रमासीत् तर्हि इकारस्य इयङ् भवति उकारस्य उवङ् भवति ऋकारस्य किं भवति रियङ् इकारस्य इयङ् उकारस्य उवङ् एतादृशरूपेण चिन्ता तत्र स्मरणे स्थापयतु इकारस्य इयङ् उकारस्य उवङ् केन सूत्रेण अचिष्णुधातु ब्रुवां युवर्यम् उवङ्गौ ऋकारस्य रिङ् भवति रिङ् शयङ् लिङ्क्षु इति सूत्रे तर्हि यदि ह्रस्वरिकारान्तधातु अस्ति ह्रस्वरिकारान्त अङ्ग अस्ति अपि च तस्य अनन्तरं केचन निमित्ताः सन्ति एतत् तेषु एकनिमित्तम् अस्ति श इति विकरणप्रत्ययः अस्ति चेत् तस्य ऋकारस्य रिङ् भवति रिङ् अपि केवलम् अन्तिमवर्णस्य स्थाने आगच्छति निच्च इति सूत्रे तर्हि पश्यतु मृङ् धातु अस्ति मृ इति धातु ऋकारस्य स्थाने मृङ् रिङ् इति आगच्छति यतोहि अग्रे श प्रत्यय अस्ति रिङ् शयं लिङ्क्षु इति सूत्रेण मृ भवति मृ मृ इति भवति म्रियते किं वदामि म्रियते इति भवति सम्यक् तत्र मृ धातु अस्ति ऋकारस्य स्थाने रिङ् भवति मृ इति भवति इदानीं मृ इति धातु यत् अस्ति तत् पुनः अचिष्णुधातु ब्रुवां युवोर्यम् उवङ्गौ इति सूत्रेण इकारस्य इयङ् भवति म्रियते तथैव प्रि ऋकारस्य स्थाने रिङ् प्रि इति भवति तत्र इकारस्य पुनः अचिष्णुधातु ब्रुवाम् इति सूत्रेण प्रियते ध्रियते ध्रियते इति भवति तर्हि इकारस्य इयङ् उकारस्य उवङ् ह्रस्वरिकारस्य रिङ् रिङ्ग् आगत्य पुनः इयङ् इति भवति. तै आहत्य इकारस्य इयङ् उकारस्य उवङ् ह्रस्वरिकारस्य इय रिय रिय इति भवति रिय इति चिन्तयतु. पुनः तदनन्तरं दीर्घरिकारः अस्ति चेत् ऋतैर्धातुः पुनः कार्यं करोति. परन्तु अत्र यथा अस्माभिः पठितं ऋतैर्धातुः इति सूत्रेण उरण्ड्रपर इति सूत्रेण इर् आगच्छति, परन्तु अग्रे हलीच इति सूत्रं कार्यं न करोति यतोहि अजादिप्रत्ययः अस्ति. अतः ह्रस्व एव तिष्ठति, नाम क्रि इति किरति भवति, कीरति इति न भवति इति एकमस्ति. अत्र हलीच कार्यं न करोति इति सुदादिगणस्य विषये अस्माकम् एकं चिन्तनमासीत्. तदनन्तरं सुदादिगणे अपि विशेषकार्याणि सन्ति. तत्रापि इषुगमीयमांशः इति सूत्रेण इष्ठाने इच् भवति, धातु आदेशः भवति. तदनन्तरं पाघ्राध्मा, तत्र अपि केचन धातवः सन्ति ये सुदादिगणीयः सन्ति, तत्र अपि धात्वादेशः भवति. तदनन्तरं ग्रही जा वै व्यधि इति सूत्रेण सम्प्रसारणं भवितुं शक्नोति, तदपि अस्ति. तदनन्तरं नुमागमः भवितुं शक्नोति, तदपि अस्ति. तदपि तत् सर्वं सामान्यकारणे न सन्ति, परन्तु एकरीत्या सामान्यसूत्राणि एव सन्ति इति अस्ति. तत्रापि पुनः विकरणप्र भवादिगणीयवत् कुत्रचित् विकल्पेन अन्यविकरणप्रत्ययः आगच्छति, नाम सुदादिगणीयधातुः अस्ति अतः क्षविकरणप्रत्ययः तु आगच्छति एव, परन्तु विकल्पेन अन्य विकरणप्रत्ययः अपि आगन्तुं शक्नोति. भा भ्राश् भ्लाश् इति सूत्रेण विकल्पेन तत्र त्रुट् धातुः अस्ति, त्रुट् धातु सुदादिगणे अस्ति, अतः एकं रूपं त्रुटति, परन्तु विकल्पेन तत्र श्यन् अपि भवत् भूत्वा त्रुट्यति अपि भवितुं शक्नोति इति अस्ति. तर्हि इति सुदादिगणीयस्य सामान्यचिन्तनं. तत्र अचिष्णातुभ्रुवां युवर्यम् वङ्गो इति सूत्रेण इयङुवङ् भवति. तदनन्तरं रिङ् शयन् लिङ्क्षु इति सूत्रेण ह्रस्वरिकारस्य रि भवति. तदनन्तरं पुनः अचिष्णातुभ्रुवाम् इति सूत्रेण रिय इति भवति. तर्हि इति अस्ति चुरादिगणस्य विषये. तदनन्तरम् अन्तिम अस्ति चुरादिगणे. चुरादिगणे तु अस्माभिः फ्रेश् एव अस्ति इति अहं मन्ये. तत्र यथा विजिमहोदया उक्तम् अचोण्णिति पुगन्तलघुपदस्य च अपि च तत्र अतो उपधाया इति सूत्रेण वृद्धिकार्यं भवति अथवा गुणकार्यं भवति इति सामान्यचिन्तनमस्ति. तदनन्तरम् एकं तत्र कुत्रचित् कुत्रचित् नूतनकार्याणि अपि सन्ति. यदि आकारान्त आकारान्तधातुः अस्ति चेत् तत्र किं भवति, कोऽपि अवगच्छति वा? एकं नूतनं सूत्रम् आसीत् आकारान्त धातुः अस्ति चेत्, कोऽपि स्मरति वा? गणं किं जि? चुरादिगणं. गणक किं? पुक् आगमः भवति निष्प्रत्यये परे. सम्यक्. तर्हि आकारान्त धातुः अस्ति चेत् निष्प्रत्यये परे पुगागमः भवति. तर्हि न्या धातुः अस्ति चुरादिगणे, तस्य भवति ज्ञापयति. तर्हि न्यायोगः णिच् तत्र मध्ये पुक् आगमः भवति, न्यायोगः पयोगः णिच् धातु भवति ज्ञापी. तदनन्तरं पुनः ज्ञापयति इति रूपं भवति. तर्हि अस्ति. तदनन्तरम् इगन्त् धातुः अस्ति चेत् अचोण्णिति इति सूत्रेण वृद्धिकार्यं भवति. तर्हि ची धातुः अस्ति, तत्र ची तस्य वृद्धिः भूत्वा चै भवति, चै तस्य वृद्धिः भूत्वा चायि इति अङ्गं भवति, नूतनधातु भवति, चायति इति भवति. तदनन्तरम् एतत् सर्वं तु अस्माभिः जानीमः. तदनन्तरम् एकं मुख्यकारं विशेषकार्यमस्ति तत्र अतो लोपः. तर्हि धातु एव अदन्त अस्ति चेत्, नाम लौकिकधातु एव अदन्त अस्ति चेत् तत्र अतो लोपः इति सूत्रेण आर्धातुकप्रत्ययपरे अस्ति चेत् अतो लोपः इति सूत्रेण अन्तिम अकारस्य लोपः भवति. धातुः अस्ति कथ, कथयोगः णिच्, अत्र णिच् आर्धातुकप्रत्ययः अस्ति, थकार उत्तरे अतः थकारोत्तरवर्ति अकारस्य लोपः भवति, अतो लोपः. कथ् योगः णिच्, तर्हि अत्र धातुः भवति कथि, कथयति इति. अत्र प्रश्नः अस्माकम् आसीत् यत् कथ मध्ये पुनः अत उपधाया कार्यं न करोति वा? तर्हि किमर्थं न करोति, तस्य तस्य तर्कः किम् अस्ति, कोऽपि अवगच्छति? प्रश्नः किं महोदय न कत् कत् मध्ये कात् अथ उपधाय किमपि कार्यं न करोति, किमर्थं न करोति? अथ उपधायाः इति सूत्रेण उपधायाम् अत् ह्रस्व आकारः अस्ति चेत् तस्य वृद्धिः भवति, परन्तु कथयति कत् धातु मध्ये न भवति, अकारस्य स्थाने आकारः निति निति निति प्रत्यये परे अस्ति चेत्. तत् सम्यक् अस्ति, परन्तु कथ धातु मितां ह्रस्वः इति कार्यं करोति वा? कथम् कत् मितां नास्ति, मितां ह्रस्वः तु सम्यक् अस्ति, सरलमस्ति, परमित् अन्तर्गणे धातवः सन्ति चेत् मितां ह्रस्व इति सूत्रेण अतो उपधाया तत्र पुनः ह्रस्वत्वं भवति, परन्तु कथ तु मितां मिता अन्तर्गणे नास्ति, कथमस्ति पूर्वस्मिन् पूर्व अत्र तु निमित्तसप्तमी इति स्वीक्रियते चेत् अथवा महोदय निमित्तसप्तमी अथवा तत्तु अस्ति, परन्तु सामान्य किमस्ति यत् अच पूर्व परस्मिन् पूर्वयोः इति किं वदति यत् अच स्थाने यः कोऽपि आदेशः भवति तद् आदेशः स्थानिवत् एव भवति पूर्वकार्यकृते. तर्हि कथमध्ये अतो लोपः इति सूत्रेण अकारस्य स्थाने लोपः भवति, परन्तु तत् पूर्वं यत् अतो उपधा अस्ति यस्य स्थानं पूर्वमस्ति उपधा अस्ति तस्य कृते तु तद् लोपः यत् अस्ति तद् अकारवत् इव अस्ति, नाम अतो उपधाया इति सूत्रं तत्र अकारलोपः पश्यति एव न, अकारलोपः पश्यति एव न, अतः इदानीम् उपधायां थ वर्णः अस्ति अनास्ति, अतः अतोपधाया प्रसक्तिः एव न भवति, प्रसक्तिः न भवति, अतः कथयति एव रूपं भवति न तु कथयति अच परस्मिन् पूर्वविधौ इति सूत्रेण. तदनन्तरं धृतां ह्रस्वः इति सूत्रेण मित् अन्तर्गणः अस्ति चेत् ह्रस्वः एव भवति, अतो उपधाया इति सूत्रेण दीर्घत्वं भवति, तदनन्तरं पुनः मितां ह्रस्वः इति सूत्रेण ह्रस्वत्वं भवति. तर्हि इत अस्ति. तदनन्तरम् अन्ते किमस्ति यत् सामान्यतया चुरादिगणीयधातवः उभयपदी सन्ति, प्रथमेपदी अपि सन्ति आत्मनेपदी अपि अस्ति, परन्तु कुत्रचित् विकल्पे कुत्रचित् केवल आत्मनेपदी सन्ति. तत्र अस्माभिः पठितं खलु आकुस्मीयगणः, तत्र तत्र आकुस्मीयधातवः सन्ति, तदनन्तरम् अकस्मात् धातवः सन्ति, आकुस्मात् धातवः आकुस्मीयधातवः सन्ति, तत्र केवलम् आत्मनेपदी भवन्ति न तु उभयपदी. अपि च केचन धातवः सन्ति यत्र विकल्पेन निच् प्रत्ययः भवति, एकस्मिन् पक्षे निच् भवति, एकस्मिन् पक्षे निच् न भवति. तर्हि युज् धातुः अस्ति चुरादिगणे, युज् मध्ये एकस्मिन् पक्षे निच् भवति योजयति भवति, एकस्मिन् पक्षे निच् न भवति तर्हि योजति इति रूपं भवति. परन्तु सामान्यतया चुरादिगणे सर्वत्र सर्वदा निच् प्रत्ययः भवति, अपि च सामान्यतया उभयपदी अस्ति इति अस्ति. तर्हि एतत् सर्वं चुरादिगणीयविषयः. तर्हि एतत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? इदानीम् अस्माकं अदन्त अङ्गानां भवादिगणीय तुदादिगणीय दिवादिगण चुरादिगणीयविषये पुनःस्मरणं भवितम् अभूतम्. इदानीम् अग्रे किं कुर्मः, अदन्त कार्यं कथं भवति इति अग्रिमरविवासरे वयं पठामः. प्रश्नः अस्ति वा कस्यापि? युज् धातु निच् प्रयोगं कुर्मः चेत् तत्र त्रीणि रूपाणि आगच्छति इति भवान् उक्तवान् खलु, योजयति योजति योजयते इति त्रीणि रूपाणि. योजयति योजयते योजति, सम्यक् महोदय. किमर्थम् उभयपदी भवति? तत्र सूत्रमस्ति निचश्च इति, निचश्चैव अस्ति खलु, तत्र दशमः करपत्रे चुरादिगणस्य प्रथमकरपत्रे निचश्च सूत्रमस्ति, तद् भवति वदति तत्र उभयपदी भवति. अग्रिमरविवासरे सरस्वतीपूजा अस्ति महोदय. ओ, नास्ति वा? अस्माकं विरामकालः पूजामध्ये सर्वे पुस्तकानि स्थापयामः लाप्टाप् अपि पूजा मध्ये पुस्तकाभ्यां पूजा अतः विजयदशमी एव पठितुम् अर्हति. सरस्वतीपूजा दिने न पठितव्यं. एतत् शास्त्रनियमाः सन्ति. स्थापितं पूर्वमेव पठतु. पूजा कदा अस्ति? रविवासरे अस्ति वा? रविवासरे. ओ अस्तु, तर्हि वर्गः न भवेत् इति अस्ति वा? इति इच्छा अस्ति वा? वर्गः अस्ति चेत् वयं शक्नोति महोदय. महोदय, भवान् स्क्रीन् शेर् कर्तुं शक्नोति किम्? स्क्रीन् शेर् करपत्राणि किमपि द्रष्टव्यं चेत्. भगिनी, वि आर् नाट् अलौड् टु रीड् आन् दट् डे बेसिकलि. फ्री कान्फरेन्स् काल् मध्ये किमस्ति अहं न जानामि, कदापि मया न कृतम्. अस्तु, यू केन् रीड् बिफोर् यू पुट् द थिङ्ग्स् फार् पूजा, राइट्? एक्चुअली आई कांट, बाय इवनिंग, बाय इवनिंग वी विल बी कीपिंग इन द पूजा एवरीथिंग, सो वी केन टेक इट ओनली बाय देन देन नेक्स्ट डे. जॉइन ओवर द फोन. अस्तु अस्तु, न न, पूजा अस्ति चेत् अस्तु. अहम् ई पत्रं प्रेषयामि. Let me know who all can come. If most of you cannot come, then we won't have the class, obviously. No, no, can we not print out the Karapatram and free conference call? You can join via phone. You don't need a computer. We should not read on that day. It's a niyama that we are supposed also, to follow. Also, most of us are Tamilian, you know. That's fine. Most of us are like that. That is why. I don't know about Sumitra. You are also a Tamilian? ई पत्रं प्रेषयतु जि, वयं सर्वे गृहपाठं कुर्मः. अनन्तरम् एतत् सम्यक् अस्ति. ई पत्रं प्रेषयतु जि. अहम् ई पत्रं प्रेषयामि. इफ् यु लेट् मी नो बिफोर् हेण्ड् इफ् यु केन् हेव् द क्लास्. If majority of you cannot make it, then class will be cancelled, do the revision. But one more thing to be noted is, if there is no class next week, then after that is 1st of November, which is daylight saving changes in the US. So timing of the class will change. So what time will the class be Mahadev? I can do 7 or 7.30, but depends on India people if they have a hard limit on when they can end. 8.30, Mahodaya. So we also change the time, Mahodaya. We also, October 31st, we change the time. But people in India don't change, right? So for them, it will become later. We are talking about India, not London. Okay. I am going to send an email with two things. First of all, whether you want the class next Sunday, that is 25th of October. Second is, the Sunday after that, which is 1st November, what time would you like the class to be? Would you like to be, if you like it to be... Since we are all here, why don't we just discuss it now? Because, I mean, it's already, I don't want to hold up people. Okay. Now, next week is definitely we can't come over here. First, you tell your timing, sir. Okay. Next week is... Mahodaya, next week none of us can come except Suman. I don't know, we are all Tamilians. I also do the puja, but I have no objection to learning. So, you know, I will never say that we should not learn something on any day. That's fine. No, the Tasvidi puja, the Niyamam is like that. That's fine. fine. If somebody cannot make it, if majority cannot make it, let's not do that. Let's, okay, the timing for the next week after that, is everyone okay with 9 to 10:30 p.m. in India? Which is London time is 9. No, Ji. Little bit earlier. Oh. It doesn't matter for London people and US people if it is at the same time, but India people, it will end at 8:30 Indian Standard Time, 9. We may not get to 8:30, yeah, because then the class will have to start here at like some 5:30 or 6 in the morning. So, let me see. Is 9 to 10:30 too late for only people in India say this? 9 to 10:30, is it late or is it okay? No, it will be late. 8:30 to 10 is it will be late. Late, Mahode. Late, Mahode. Okay, so 9 to 10:30 is late. Is 8:30 to 10 okay? Yes, it's okay. It's okay. Okay. Fine. Okay, Mahode. 8:30 to 10 for India people. For US people, that means. It will start half an hour early. So, Pacific time it will be 7 a.m. Eastern time it will be 10 a.m. Right now it is 7:30 and 10:30. It will become 7 and 10. And London people can accordingly see what the time. Okay. Only so, one is that. What people end up? Only one. Only one. Fine. So, Meena Mahode, I think you also, for you also it will start half an hour early. But I don't know. Sometimes... Yeah, for London, it will start at, 8 hours ahead of us. So then it will be 3 o'clock in the afternoon. Yeah, just check that. Because sometimes the time zone in London doesn't follow the change according to US. So it usually starts a week later and ends a week later. Okay. That's what. Thank you, Mahode. Yeah. धन्यवादः जी शुभ दिनं शुभरात्रि धन्यवादः महोदय नमस्कारः